नमस्सर्वेभ्यः. अव्ययीभावत् चिन्तनवर्गे सर्वेषां स्वागतम्. प्रथमं सूत्रपाठः. ॐ नृत्तावसाने नटराजराज ननादडक्तां नवपञ्चवारम् उद्धर्तुकामां सनकादिसिद्ध्याम् एतद्विमर्श शिवसूत्रजालम्. पाणिनीं सूत्रकारं च प्रणतोऽस्मि मणित्रयम्. एवम् ऐ उण ऋलृक् एयोम् ऐ औच् हयवरट् लण् ज्ञवगणनं जवै जवघटदश् कफचटतचटतौ कपै षषसर् हल् इति माहेश्वराणि सूत्राणि. उषा भगिनी, यु हेव् द बुक् वित् यु? महोदय. Yeah, can you read the avyayi bhava sutras? Okay. Avyayi bhavah avyayam vibhakti sameepa samriddhi viruddhi artha bhava atyaya asamprati shabda prator bhava paschat yata anupurvya yogapadya sadrishya sampatti sakalyanta vachaneshu yata sadrishye yavad avadarane supratina matrarte akshashalaka sankhyaha parina विभाषा अपपरिबहिरञ्चवः पञ्चम्या आङ्मर्यादाभिविद्योः लक्षणे नाभिप्रति आभिमुख्ये अनुर्यत्समया यस्य चायामः तिष्ठद्गुप्रभृतीनि च पारे मध्ये षष्ट्या वा सङ्ख्यावंश्येन नदीभिश्च अन्यपदार्थे च संज्ञायाम्. धन्यवादः भगिनि. धन्यवादः. कौमुदि भगिनि, अनुर्यत्समय इति सूत्रं करपत्रे नवम पठामि. नवमबिन्दुः समीपार्थे अनु इति अव्ययं सुबन्तेन सह विकल्पेन समस्यते. अव्ययीभावसमासः च भवति. अनुर्यत्समया द्वितीय अध्याये प्रथमपादे पञ्चदशमश्लोकं स्वसूत्रम् एम् पदार्थं समया सामीप्यं द्योत्यते तेन लक्षणभूतेन अनु इति अव्ययं समस्यते सः अव्ययीभावस्य समासः भवति. पठामि. यं पदार्थं समया द्योत्यते तेन लक्षणभूतेन अनु इति अव्ययं समस्यते सः अव्ययीभावश्च समासः भवति. यस्य पदार्थस्य समीपे अनु इति पदम् अस्ति तादृशलक्षणवाचिना सुबन्तेन सह अनु इति पदं विकल्पेन समस्यते. अव्ययीभावसमासः च भवति. समया नाम समीपे इत्यर्थः. अनु इति अव्ययस्य अपि सामीप्यर्थः अस्ति. विभाषा इत्यस्मात् सूत्रात् विभाषा इत्यस्य अनुवृत्तिः अनुः प्रथमान्तं यत् इति द्वितीय एकवचनं समया इत्यव्ययं सुभामन्त्रिते पराङ्गवत्स्वरे इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति. सः सुपा इत्यस्मात् सूत्रात् सुपा इत्यस्य अनुवृत्तिः भवति. प्राक् कटारात् समासः इत्यस्य अधिकारः अस्ति. समर्थः पदविधिः इति परिभाषासूत्रस्य अर्थः अपि उपस्थितः भवति. अव्ययीभावः इत्यस्य अधिकारः लक्षणेनाभिप्रति आभिमुख्ये इत्यस्मात् सूत्रात् लक्षणेन इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रम् अनुसूप यत् समया लक्षणेन सूपासः अव्ययीभावः समासः विभाषा. तत्र भगिनि केवलम् गतवर्गे चर्चितवन्तः, अधुना केवलम् अनुवृत्तिसहितसूत्रं विवृणोतु. अनुवृत्तिसहितसूत्रं वदति अणुः सुप् यत् समयालक्षणेन सुपासः अव्ययीभावसमासः विभाषा. सूत्रमस्ति अनुर्यत् समय अनुर्यत् समय द्विपदं सूत्रम् अनुः यत् समय इति द्वितीयपदम् अनुः इति अव्ययपदं समीपार्थे लक्षणभूतेन पदार्थेन सह समस्यते. तत् लक्षणभूतपदार्थं समीपे भवतु तद् अनु इति अव्ययस्य अर्थः भवति. समीपे अपि भवतु तत्र लक्षणमपि भवतु इति अनुर्यत् समया इति सूत्रं वदति. समया इत्युक्ते तस्य अर्थः सामीप्यं. तदपि अव्ययमस्ति अनुर्यत् समया इति सूत्रम्. अनुः इत्युक्ते अनुः इति अव्ययं यत् समयालक्षणेन सुपा समीपस्थितलक्षणेन सुबन्धपदेन सह समस्यते. अनन्तरम् अव्ययीभावसमासः भवति. व्यस्तरूपमपि भवति विभाषा इति अधिकारे अस्ति. अतः रूपद्वयं भवति अनुर्यत् समय इति सूत्रेण. तत्र लक्षणेन इति उक्ते किं किं पदं द्योतयति? लक्षणेन सुपासः इत्युक्ते अनु इति अव्ययं लक्षणवाची शब्दं किम् अस्ति? अनु अनु इति लक्षणवाची अनु इति लक्षणवाची नास्ति. पदार्थं भवति लक्षणवाचि वस्तु भवति परन्तु तत् वस्तु समीपे भवतु इति अनु इत्यस्य उपयोगं कृत्वा सूत्रं वदति. अनु इति पदं पदार्थम् इति सम्यक् वा? पदार्थम् अन्यत् अस्ति, तस्य नाम अन्य अस्ति. तत्र सुपा इति उक्तेन तस्य शब्दः एव द्योतते. लक्षणेन शब्दः वस्तु न द्योतते. वस्तु किमपि अस्ति चेदपि तस्य नाम अस्ति. यदा वनं हो वनं गृहं किमपि भवतु, तत् तस्य नाम अस्ति सुपा इति उक्ते सुपा इति शब्देन तस्य नाम एव द्योतते. तत् नामं लक्षणं वाचि भवति यत्र समीपार्थं द्योतनार्थे. तस्य समीपे किमपि अस्ति इति वक्तुमिच्छति चेत् तत्र एव अनु इति उपयुज्य समस्तपदम् अपि कर्तुं शक्यते. विभाषा इति कारणेन व्यस्तप्रयोगमपि शक्यते. तत्र भगिनी वदति वस्तुपदार्थम् इति. वस्तुपदार्थं नास्ति, तस्य नाम एव सुपा इति वदनेन स्वीकरणीयम्. महोदय, वृक्षस्य अनु कुटीरः वर्तते तत्र उदाहरणे. कुटीरः लक्षणेन सुपासः, सम्यक् वा? वृक्षस्य अनु अनुवृक्षम् अनुर्यत्समया इति सूत्रेण वृक्षस्य अनु कुटीरः वर्तते. कुटीरः एव लक्षणेन सुपासः. वृक्षस्य तत् समीचीनं भगिनि. मम विवक्षा अस्ति पदार्थं कदापि न भवति लक्षणवाचि. पदार्थस्य न पदार्थस्य नाम एव सुपा इति तेन मनसि तदेव स्मरणीयम्. It is not the object per se, but the name which the object is being described. There is a difference between when you say padartha and shabdartha. So that difference is very important when we make the thing. So the supa, the subandham is only is standing for the object, not the object per se. I mean, there is a subtle difference between the two, but here we have to be careful because it is not just language alone. The language has as an intent. So from that point of view only, when we say supa subantam iti upte namam eva jyotati. So lakshana vachi nama tatara vachyartam eva na tu padartha. Okay. महोदय, अनुवनं कुटीरः अस्ति. वनस्य समीपे कुटीरः अस्ति इति वाक्यं. तत्र अनुसमीपार्थं द्योतयति. अनन्तरं वनं समीपे अस्ति. तत् कुटीरः अपि समीपे एव न कुटीरः अपि समीपे तो कुटीरः पदार्थमस्ति न यदि भवती निष्कर्षति कुटीरः इति एव भवति. कुटीरस्य अन्यनाम अस्ति चेत् न समस्तपदं भवति वा? न, कुटीरं समस्तपदे न भवति. मम प्रश्नः अस्ति, कुटीरस्य अन्य नाम अस्ति चेत् तत् स्वीकर्तुं शक्यते वा न? गृहं येने वस्तु किमपि भवति, गृहं भवतु, बालिका भवति, बालकः भवति, किमपि कोऽपि भवतु, किमपि भवतु, तस्य नाम एव समासे आयाति न तु पदार्थ. परन्तु समस्तपदे तत् न आयाति. समस्तपदे तु उपवनम् एव. गमति, मै थिङ्ग् इस् दट् वि शुड् अण्डर्स्टाण्ड् द वर्ड् सुपा. वर्ड् हेस् गाट् ए सुबन्धपदम् ओन्लि वि आर् टाकिङ्ग् अबौट्. Because while explaining, you are telling padartha, padartha and all. Padartha is different from the vachyartha. In the technical terms, padartha is a physical object, whereas vachyartha is a name of that object. Lakshanam, isn't it? Chinnam, lakshanam, iti. Yes. So vachyartha meva lakshana vachi. That is why we are using the word Lakshanavachi. That means Lakshanavachi is Kutiraha or Kutiram. Both are correct, no? Kutiraha. Forget about, you said no, Balaka, Balika, Kimabhi, Bhavatu. Kimabhi, Bhavatu. Tadeva mama, yes, indi, Supa, Subantam Kim Dhyotayati, Kimabhi Vastu Dhyotayati. तत्र लक्षणेन सुप इत्युक्ते किमपि पदार्थं किमपि वस्तु भवतु तस्य नामेव अनु इति अव्ययसहितसमासः भवितुम् अर्हति इति मनसि भवेत्. बट् द प्राब्लम् इस् द टेक्निकलि बोत् आर् know, if you, if I mean, there is a technicality in it, because what happens is that when you take vastu and there are two parts of any object. A vastu, an object per se, is one thing, and the name that object has got. Now, why that importance is there? In not in this case, but in certain cases, certain names cannot be made into an made in the samastapada in Sanskrit word, even though it is representing the same object, because of the particularity of that shabda. So vachyam is important. So I mean, this is, if you know a bit of tarka nyaya, then only you will find the difference between the two. So when you say why I am bringing up this subject is that you kept on saying padartha padartha, but you should have used vachyartha, padarthasya vach nama. Physical padartha na, only the suchana. That is why the word supa has got. Supa saha eva abhyayi vava samasa bhavati, natu padartha saha. Vityasyam, did you know the vityasya? I mean, difference between two. It lakshanena padarthena, lakshanena padarthena saha abhyayi vava samasa iti na uktam. Lakshanena, correct. Correct. That can be anything, Panika Balaka. Anything. Yeah. It is. So, if it say that Lakshanena Supa Saha Savyai Bhava Samasa Bhavati, Lakshanena Padartena Saha Iti Na Uktam. Hmm. Hmm. Okay. It says, there is a slight difference, but it is technically to be understood. But so the word supa has got a very important meaning, because supandam only samasa bhavati. That is true. But the anuvritti did not mention lachanena padarthena saha vyai bhava samasa bhavati na. So there the word supa, yeah. Lachanena supa saha. Lachanena supa saha. Atra futiraha. Okay? Yeah. Because the word lakshanavachi has got a specific meaning in the karaka prakarana. Why I'm bringing this topic here is that when we go into karaka prakarana, there is that, so the meaning can be derived from the activity, and the different vibhaktis can be used for conveying the same meaning. So there certain padarthas cannot be used in certain vibhaktis, is a rule is there in karaka prakarana. So that point, the difference between that padartha is different, satya namaha anyaha. So that mind, it should be kept in mind always. Okay. Now shall I frame the sentence? Yeah, right. Okay. Samaya lakshanena supa. That is, chinnam asti, that chinnam samite api bhavatu. This is the meaning. Right. Then in that case, anu iti avyayam. Anu iti avyayam has got several meanings, but when anu iti avyayam, samipyam iti artham svikaroti, tada lakshanena supa, that is lakshanam yad prakati karoti chinnam bhavati tata samaya samipe asti chet anu iti avyayam avyayi bhava samasah karoti. Agrama parichadam vikalpena. अहं पठामि. अनु इति अव्ययस्य अस्माभिः एतेषु अर्थेषु प्रयोगः दृष्टः. पश्चादर्थे आनुपूर्व्यर्थे योग्यतार्थे च अनु इति अव्ययस्य अन्ये अपि अर्थाः सन्ति. यथा सामीप्यार्थे, आभिमुख्यार्थे, लक्षणार्थे, सादृश्यार्थे इत्यादयः. अनुर्यत् समया इति सूत्रे अनु इत्यस्य सामीप्यम् इत्यस्मिन् अर्थे प्रयुक्तः अस्ति. अनु इति अव्ययस्य अने बहवः अर्थाः भवन्ति. दीर्घसूत्रे अस्माभिः दृष्टं पश्चादर्थे, अनुपूव्यार्थे, योग्यतार्थे इति. पश्चादर्थे नास्ति, पश्चादर्थे पश्चादर्थे अनुपूर्यार्थे योग्यतार्थे इति अनु इति अव्ययपदस्य नित्यसमासं भवति दीर्घसूत्रेण. तत्र तत् पश्चादर्थं सूचयति, अनुपूर्यार्थ क्रमशः इत्यर्थं सूचयति, योग्यता सूचयति. परन्तु अनु इति अव्ययस्य अन्ये अपि अर्थाः सन्ति. सामीप्यम्, आभिमुख्यं, लक्षणं, सादृश्यम् इत्यादयः अर्थाः अपि सन्ति. एतेषु सामीप्यार्थे यदा अव्ययपदम् अनु अव्ययं लक्षणेन सुपासः समया इत्यर्थे, अदति समीपार्थे व्यस्तरूपेण समासः करोति. अस्तु, धन्यवादः भगिनि. धन्यवादः महोदय. इट्स् बिकमिङ्ग् क्लियर्. थेङ्क् यू. धन्यवादः. आं महोदय. अव्ययं विभक्ति टु पेराग्राफ्स् यू केन् रीड् इट् टुगेदर्. ओके. बिकास् फर्स्ट् वन् इस् अ क्वश्चन् अण्ड् द सेकेण्ड् वन् इस् अन् आन्सर् फार् इट्. अव्ययं विभक्ति समीपसमृद्धि विरुद्धि अर्थाभाव अत्यय असम्प्रति शब्दप्रातुर्भाव पश्चात् यथा आनुपूर्व्ययोगपद्यसादृश्यसम्पत्तिसाकल्यान्तवचनेषु इति सूत्रेण सामीप्यार्थे अव्ययस्य सुबन्तेन सह नित्यसमासः भवति इति जानीमः. तर्हि अनुर्यत्समया इति सूत्रे समया इति पुनः किमर्थम् उक्तम्? अस्य समाधानम् एव यत् अव्ययं विभक्तिसमीपसमृद्धि दीर्घसूत्रेण इति समासः नित्यः. परन्तु अनुर्यत्समया इति सूत्रेण समासः विकल्पेन सिद्ध्यति. अव्ययं विभक्तिसमीपसमृद्धि इति दीर्घसूत्रेण अन्तवचनेषु इत्येव सिद्धे पुनर्वचनं विभाषार्थम् ओके. दीर्घसूत्रेण समीपार्थे यत् समासं भवति तत् समासं नित्यं भवति. तत् सूत्रे अनुर्यत्समया इति सूत्रेण सामीप्यार्थं द्योतयति. अत्र सूत्रेण यत् समासः भवति तत् समास विभाषार्थे अस्ति. यत् समया इति पदस्य कारणात् अनु इति शब्दः यस्य समीपवाचि तेन लक्षणवाचिना सुबन्तेन सह समासः भवति, अन्यथा न भवति. This statement is what we were discussing. Okay. Yat samaya iti padasya karanat anu iti shabdah yasya samipa vachi tena lakshana vachina subantena saha samasaha bhavati anyata na bhavati. Vriksham anu vidyotate vidyut ityatra anu iti shabdah samipa vachi nasti अपि तु लक्ष्यलक्षणभावस्य वाचकः अस्ति. अतः समासः न भवति, अपि तु अनु इत्यस्य कर्मप्रवचनीयसंज्ञा भवति लक्षणार्थे अनुर्लक्षणे इति सूत्रेण. कर्मप्रवचनीयसंज्ञकस्य योगे द्वितीया भवति, कर्मप्रवचनीययुक्ते द्वितीया इत्यनेन. वृक्षम् अनु विद्योतते विद्युत् इति उदाहरणे वृक्षम् अनु इति व्यस्तप्रयोगम् अस्ति. वृक्षम् अनु विद्योतते विद्युत् इत्यत्र अनु इति शब्दः समीपवाचि न उक्तं, लक्षणभावस्य वाचकः अस्ति. लक्षणभावना इत्युक्ते विकासवृक्षं विकुत्सीद विद्युत्. अपि तु अनु इत्यस्य कर्म अनु इति अद्य कर्मप्रवचनीयसंज्ञा भवति. अनुर्लक्षणे इति सूत्रेण लक्षणवाचकं सूचयति. कर्मप्रवचनीय युक्ते द्वितीया इति सूत्रेण वृक्षम् इति द्वितीया विभक्तौ अस्ति. अत्र वृक्षम् अनुविद्योतते विद्युत् इति उक्ते वृक्षम् इति द्वितीया विभक्ति अस्ति. किन्तु अनुवृत्तिसहितसूत्रं लक्षणेन सह सुपासः तृतीया उक्तम्. सो यु नो द तत्र द्वयोः भेदः इति दृश्यते न. वृक्षं मनु कर्मप्रवचनीय कर्मप्रवचनीययुक्तः. सो इट्स् द्वितीया द्वितीया. किन्तु अनुर्यत् समय तत्र लक्षणेन सुपासः तत्र तृतीया एव भवति न. विकासवृक्षं लैक् वृक्षम् अस्ति तस्मात् एव विद्योतते. सो लक्षणेन तत्र कर्मप्रवचनीयसंज्ञा अस्ति चेत् द्वितीया एव भवति. तथैव अनु वृक्षम् अथवा वृक्षम् अनु इति लक्षणवाचि शब्दमस्ति, न तु समयवाचि समीपवाचि. तयोः भेदः तदेव. यतोहि अनु इति अव्ययं द्वयोः अवस्थायां दृश्यते चेदपि अत्र अनु वृक्षम् अथवा वृक्षम् अनु इति लक्षणवाचि इति कृत्वा न वृक्षं द्योतयति, किन्तु वृक्षस्य वृक्षं लक्ष्यीकृत्य विद्युत् भवति चेत् तस्य विद्युतः एव द्योतनं भवति. तत्र लक्ष्यमस्ति विद्युत् न तु वृक्षं. किन्तु समीपवाचि अस्ति चेत् तत्र वृक्षं समीपम् अर्थे अस्ति इति अवगमनीयम्. अत्र या समीपार्थं नास्ति. अत्र समीपार्थं नास्ति नास्ति. अवगतं वा? आं महोदय. आम्, अत्र अनुवृक्षम् अनुर्यसमय वदनेन तद् समीपं सूचयति, परन्तु अनुर्लक्षणे सूचयति विद्युत् विद्युत् न किं विद्युत् एकनिमिष विद्युत् तद् अनुर्लक्षणे सूचयति. अनुर्लक्षणे इति कर्मप्रवचने संज्ञा विधानसूत्रमस्ति, शब्दसूत्रमस्ति. सूत्रम् उपयुक्त्वा तद् तत् सूचयति कर्मप्रवचने. अत्र न महोदय अनुर्यत् अनुर्लक्षणे इति सूत्रं किं वदति? लक्षणार्थे यदि अनु इति भवति चेत् तस्य कर्मप्रवचनीयसंज्ञा भवति. एवं कर्मप्रवचनीययुक्ते द्वितीया इति उक्तेन विधि विधानं भवति द्वितीया विभक्ति एव अनु इति लक्षणार्थे भवति भवति. अस्तु. किन्तु वृक्षस्य अनु इति षष्टी उपयुज्यते चेत् तत्र कर्मप्रवचनीयसंज्ञा नास्ति, किन्तु तत्र समीपवाचि शब्दं भवति. तदेव नूतन परिच्छेदं प्रक्षिप्तमस्ति अत्र. विनय महोदय, अनुलक्षण लक्षणे पठामि अत्र. अहमपि प्रकृतसूत्रे अनुलक्षणसूत्रम् अस्ति 1483 in my book here, you see, it's a, yeah. Anyway, so here also, anu shabd lakshane jyotitah, yadi anu shabd lakshane jyotitah, tarhi karma vachaniya va nipat sangya bhavati. परन्तु यदि अनुशब्द भवान् उक्तवान् अनुशब्द कर्म लक्षण नास्ति, अनुशब्द केवलं समयसम्बन्धे अस्ति, समीपम् अस्ति, परन्तु लक्षण यत् समया यस्य समया तस्य लक्षणस्य न लक्षणस्य परन्तु लक्षणेन सह समासः समस्यते. परन्तु यदि केवलं वयं कर्मवचनीय युक्ते द्वितीयसम्बन्धे चिन्तनं कुर्मः तर्हि अत्र अत्र अर्थः साक्षात् नास्ति. कर्मवचनीय युक्ते द्वितीय कारकसम्बन्धे अत्र अर्थः कः अहं स्पष्टतया न जानामि. यथा एक विभक्ति अस्ति अहं वदामि एकम् अस्ति वृक्षम् अनु विद्योतते विद्युत् इति एकं वचनं. द्वितीयवचनमस्ति वृक्षस्य अनु कूपम् अस्ति, तयोः भेदः भवान् जानन्ति वा? द्वितीय वाक्य कः? वृक्षस्य अनु कूपम् अस्ति. वृक्षस्य अनु कूपम् अस्ति. वृक्षस्य अनु कूपम् अस्ति. अत्र यदि वयं अत्र शुद्ध कोऽपि चिन्ता नास्ति, वृक्षस्य अनु कूपमस्ति. वृक्षस्य अनु कूपमस्ति, अतः वृक्षस्य अनु कूपमस्ति शुद्धवाक्यम् अहं प्रायः अवगच्छामि. परन्तु समया केवलम् अन्य सन्दर्भे वृक्षस्य समयः अशुद्धः अहं जानामि, विद्याभगिनी पायिण्टेड् औट्. परन्तु वृक्षस्य अनु कूपमस्ति प्रायः शुद्ध अस्ति वाक्यं, शुद्धवाक्यमस्ति. वृक्षस्य अनुकूपम् इति अनुर्यत्समया इति सूत्रेण अनुवृक्षम् इति भवति. अनुवृक्षं कूपं द्वौ वचनमपि व्यस्तप्रयोगमेव उक्तमस्ति अनुवृक्षं विद्योतते विद्युत् इति समस्तपदम् अनुवृक्षं कूपमस्ति तदैव समस्तपदं किन्तु द्वयोः वचनयोः अर्थम् अनु इति समस्त अव्ययस्य अर्थं भिन्नः यदि अहं वदामि अनुवृक्ष वदतु वृक्षम् अनु एव विद्यते विद्यत् वृक्षम् अनु एव अनुवृक्षं न अत्र वृक्षम् अनु इति व्यस्तप्रयोग सेपरेट्लि तदेव कर्मप्रवचनीय वृक्षम् अनु इति व्यस्तप्रयोग अनुर्लक्षणे इत्यनेन कर्मप्रवचनीययुक्ते द्वितीया इत्यनेन वृक्षम् इति द्वितीया विभक्त या आगच्छति अनुवृक्षं समस्तपदं भवति अनुवृक्षं समस्तपदं भवति भवति बट् विद्युत् अनुवृक्षं वृक्षम् अनु इति अनुवृक्षं भवति इति चेत् अनुवृक्षं विद्योतते विद्युत् इत्यत्र समीपार्थे नास्ति लक्षणार्थः परन्तु अनुवृक्षमेव समस्तपदम् अनुवृक्षं कूपम् इति अनुर्यतमय इति सूत्रेण निष्पन्नं भवति अनुवृक्षं समस्तपदं परन्तु वृक्षस्य अनु इति विग्रहवाक्य विग्रहवाक्यम् अशुद्धता नास्ति परन्तु शुद्धम् अस्ति शुद्धम् अस्ति वृक्षस्य वृक्षस्य अनु कूपम् अस्ति अनुवृक्षं कूपम् अस्ति अनुवृक्षं समस्तपदं समास आम् द्वयोः सन्दर्भे अनुवृक्षमेव अनुवृक्षं कूपम् अस्ति अनु इति अव्ययस्य अर्थः भिन्न तदेव एक प्रथम यत्र विद्युतये विद्युत् इति वचने उक्तेन तत्र लक्षणवाची भवति किन्तु वृक्षम् अनुवृक्षं कूपम् इति उक्ते तत्र समयाद्योतयति समीपार्थे एकमस्ति लक्षणार्थे एकमस्ति समीपार्थे भवान् अहम् एकम् उदाहरणं नीत्वा वदामि शृणोतु एका नदी अस्ति तत् दूरे अस्ति परन्तु तत्र शब्दः करोति आरवः शब्दारव करोति अहम् अवगच्छामि नदी अस्ति अत्र दूरे तो अहं वदामि अनुनदी तत्र मम अर्थं भवति नदी अस्ति नदी शब्देन लक्षणवाचिन शब्देन सह अनु सामीप्यार्थं न द्योतयति लक्षणार्थं सूचयति अनुनदी इति अहं वदामि परन्तु नदी मम समीपे अस्ति तदा नद्याः अनुनदी अहमस्मि अस्तु महोदय टु अदर्स् आल्सो ऐ एम् क्लियर् आम् आम् आं भगिनि धन्यवादः विनोद् महोदय धन्यवादः भगिनि विनय महोदय प्रकृतसूत्रे अनु इति अव्ययस्य तत्र तत्र पठामि आम् प्रकृतसूत्रे अनु इति अव्ययप्रयोगः अनु अनु इति अव्ययस्य अस्मभिः एतेषु अर्थेषु प्रयोगः दृष्टः पश्चादर्थे अनुपूर्वर्थे तदनन्तरं प्रकृतसूत्रे अनु तदनन्तरं तदनन्तरम् अनु इति अव्यस्य अन्ये अपि अर्थाः सन्ति तर्हि दीर्घसूत्र अस्ति दीर्घसूत्र तदनन्तरं कर्मप्रवचनीयद्वितीय इति सूत्र दत्तमस्ति तदनन्तरं तदनन्तरं प्रकृतसूत्रे प्रकृतसूत्रे अनु इति अव्यस्य प्रयोगः नास्ति चेत् किम् अभवत् चेत् किं भवति यदि प्रकृतसूत्रे अनु इति अव्यस्य प्रयोगः नास्ति चेत् किं भवति प्रकृतसूत्रे अनु इति अव्यस्य प्रयोगः नास्ति चेत् सूत्रार्थः एवं भवति समय इति अव्ययं यस्य शब्दस्य समीपे अस्ति समय इति अव्ययं यस्य शब्दस्य समीपे अस्ति तेन लक्षणवाचिना सुबन्तेन सह समासः भवति अर्थः निष्पद्यते भवान् यदा उक्तवान् समय इति अव्ययं यस्य शब्दस्य समीपे अस्ति यस्य शब्दस्य समीपे अस्ति तेन लक्षणवाचिना सुबन्तेन सह समासः भवति समासः भवति अर्थः निष्पद्यते समय इति अव्ययं समीपं द्योतयति समय वनं समय इति विग्रहे सति समया वनम् इति समासः सिद्धयति समया वनम् इति समासः सिद्धयति तत् नेष्यते तत् न इष्यते तत् न इष्यते अतः अनु इति अव्यस्य प्रयोगः कृतः प्रकृतसूत्रे अनु इति शब्दस्य पाठनात् अनु इति शब्देन सह एव समासः भवति इति ज्ञातम् प्रकृतसूत्रे अनु इति शब्दस्य पाठनात् अनु इति शब्देन सह समास अत्र कोऽपि चिन्ता अस्ति समासः भवति ज्ञातम् अर्थात् अन्य समीप अन्य एक विषय केवलं अर्थात् अन्य समीप वाचिः शब्दैः सह समासः न भवति प्रकृतसूत्रेण अर्थात् अन्य समीप वाचि शब्दैः सह समासः न भवति प्रकृतसूत्रेण यथा वनं समय इत्यत्र समय इति अव्ययं समीपार्थे अस्ति तथापि समय इत्यस्य समयवनम् इति समासः न भवति यतोहि प्रकृतसूत्रे अनु इति शब्दः प्रयुक्तः अनु इति शब्दः प्रयुक्तः अव्ययं न प्रयुक्तः अतः वनं समय इति वाक्ये तु समय इति शब्दस्य योगे तु अभितः परितः समयनिकषः प्रतियोगे अपि इति वार्तिकेन द्वितीया विभक्ति भवति अयं परिच्छेदः एव मुख्यः प्रकृतसूत्र अस्ति अनु यत् समय सूत्र अस्ति प्रकृतसूत्र प्रकृतसूत्रे अनु इति अव्यस्य प्रयोगः नास्ति अव्यस्य प्रयोगः नास्ति चेत् सूत्रार्थः एवं भवति समय इति अव्ययं यस्य शब्दस्य समीपे अस्ति तेन लक्षणवाचिनसम्बन्धेन सह समासः भवति, अर्थः निष्पद्यते। अत्र अहं केवलं चिन्तयामि, प्रकृतसूत्रे अनु इति अव्ययस्य प्रयोगः नास्ति चेत् सूत्रार्थः एवं भवति। अतः यदि अनु अव्यय न प्रयुक्तः सूत्रार्थः एव भवति, समय इति अव्ययं यस्य शब्दस्य समीपे अस्ति तेन लक्षणवाचिना सुबन्तेन सह समासः भवति, अर्थः निष्पद्यते। प्रकृतसूत्रे अनु इति अव्ययस्य प्रयोगः नास्ति चेत् सूत्रार्थः एवं भवति, समय इति अव्ययं शस्य शब्दस्य समीपे अस्ति, यस्य शब्दस्य समीपे अस्ति, शब्दः शब्दलक्षण प्रति लक्षयति, तेन लक्षणवाचिना सुबन्तेन सह समासः भवति, अर्थः निष्पद्यते। भगवान् प्रथमं वाचकं पठित्वा तस्य अर्थं वदतु। प्रथमवाक्यं प्रकृतसूत्रे अनु इति अर्थसम्बन्धे अहं चिन्तयामि, कोऽपि कष्टः अस्ति यथा प्रकृतसूत्रे अनु इति अव्ययस्य प्रयोगः, यदि अहं संस्कृत अवगच्छामि, यत्र प्रकृतसूत्रे अनु इति अव्ययस्य प्रयोगः नास्ति चेत्, यदि अनु अव्यय प्रयोगः न भवति, अतः सूत्रार्थः एवं भवति, समय इति अव्ययं यस्य शब्दस्य समीपे अस्ति, समय इति अव्ययं यस्य शब्दस्य समीपे अस्ति तेन लक्षणवाचिना सुबन्तेन सह समासः भवति, अर्थः निष्पद्यते। परन्तु यदि भवान् अहं वदामि अत्र अस्मिन् सूत्रे अनु इति अव्ययस्य प्रयोगः अहं दृश्यते, समीपवाचि सुबन्धेन सह समासं कृत्वा तस्य अव्ययीभावसमासः भवति, किन्तु अत्र अस्मिन् सूत्रे अनु इति अव्ययं नास्ति चेत् किं भवति इति उक्तमस्ति प्रथमवाचके। तत्र अनु इति नास्ति चेत् समय इति समीपवाचि अर्थेन लक्षणवाचिना सुबन्धेन सह समया वनं, समया नदी, समया कूपम् इति एव दृश्य विग्रहवाक्यं भवति। तत्र तेन लक्षणवाचिना सुबन्धेन सह समासः भवति, अर्थः निष्पद्यते, ये अर्थं समीचीनं नास्ति। समय इति अव्ययं सामीप्यं द्योतयति चेत् अपि तस्य अस्य सूत्रस्य बलेन समीपार्थे अनु इति निष्कास्य तत्र समय इति अन्य अव्ययशब्दः न उपयोक्तुं शक्यते, यथा वनं समयावनम् इति न साधु। तत्र अनुवनमेव साधु न समयावनम्, यतोहि अनु समीपं द्योतयति, समय अपि समीपं द्योतयति, समस्तपदं केवलम् अनु इति अव्ययेन एव समस्तप्रयोगं भवति यस्य सूत्रबलेन, यतोहि समय इति अव्ययम् अभितपदितसमया निकिषा हा इति वार्तिकबलेन सामीप्यं द्योतयति चेदपि तस्य समस्तपदं न भवितुम् अर्हति, केवलम् अनु एव अनु यत् समय इति उक्तेन, तत्र सूत्रबलात् अनु इति एवं व्यस्त अव्ययपदं स्वीकरणीयम्. समीपं शब्द अस्ति अत्र, विग्रहवाक्यमस्ति, समस्तपदं समासः नास्ति इति विग्रहवाक्यमस्ति. वृक्षं समया इति विग्रहवाक्यम् अस्ति, समुद्रं समया इति विग्रहवाक्यम् अस्ति चेत् अपि समासः न भवति इति. तदेव तत्र समासं कर्तुं शक्यते चेत् अनु इति अव्ययमेव अव्ययम् अनु एव उपयुक्तम् उपयुक्तं करणीयं, न तु समया, न तु अविदा, न तु परिता, न तु निकषा, न तु हा इति अन्यशब्दानां प्रयोगं न कर्तुं शक्यते. अवगतं वा? प्रथम वाक्याधारेण अहम् अवदत् कोऽपि कष्टः अस्ति महोदय. अत्र अनुवृक्षं समासः अस्ति अस्ति तथैव वदति न? आम् तदेव वदति. समया इति विग्रहवाक्ये अनुवृक्षम् इति समासः आगच्छति एव, जायते एव इति वदति. न तु समयावनम्, न तु समयावनं वृक्षं समीपं सर्वे अपि वक्तुं शक्यते. व्यस्तप्रयोगे विग्रहवाक्ये वक्तुं शक्नुमः, परन्तु समासः अनुवृक्षम् एव. अवगतं वा भगिनि महोदय? यथा उपवृक्षम् एव तर्हि उपवृक्षम् अस्मिन् उपवृष्टं तु अस्मिन् सूत्रान्तर्गतं नास्ति, ततो तत् दीर्घसूत्रादेव दीर्घसूत्रादेव. परन्तु तत्र अहं जानामि, परन्तु तत्र एव उप समीपं वृक्षं समासः नास्ति, परन्तु वृक्ष उप अपि तद् न उच्यते एव. तत्तु तत् प्रयोगं साधु नास्ति, साधु न. परन्तु अत्र अनुशब्दस्य आवश्यकता अव्ययं सन्दर्भे समासः करोति चेत् आवश्यकमस्ति. पुष्पा भगिनी अग्रिम अग्रिमं प्रश्नम् एवं तस्य उत्तरं परिच्छेदद्वये दत्तमस्ति, पठति. तर्हि किं ज्ञायते तत् न अस्मिन् सूत्रे किमर्थं समय इति पदस्य प्रयोगः कृतः? अस्मिन् सूत्रे समयः तु समीपम् अस्ति, अत्र समीपविषये एव. अत्र परिच्छेदं पठतु करपत्रात्. यत् समया न तत्र परिच्छेदमस्ति, अस्मिन् सूत्रे किमर्थं समय इति पदस्य प्रयोगः कृतः, समय इत्यस्य स्थाने समीपम् इति पदं प्रयुक्ते चेत् किं भवति, तस्य उत्तरं दत्तमस्ति तस्य तदनन्तरं तत् पठतु वाक्यानेषु अस्मिन् करपत्रमस्ति वा हा पुरतः अस्ति तर्हि किं ज्ञायते समय तदेव न तत्रैव व्याख्यानेषु अस्मिन् विषये तदेव तत्र आरभ्य पठतु महोदय शेर्ड् द स्क्रीन् I shared the screen. You can look at the screen if you want. Oh, that's very small, Mahodaya. That's why... Yeah, right. that's why... Okay. So, you can read from convenient from your side. I'm looking at my own screen and saying... This is a Kimartam Samaya Iti. Kutra Asti Tad... Atra Kumkem... भवती के व्याख्यानेषु अस्तु किमर्थं समय इति पदस्य प्रयोगः कृतः समय इत्यस्य स्थाने समीपम् इति पदं प्रयुक्ते चेत् किं भवति व्याख्यानेषु अस्मिन् विषये न उक्तं तथापि वयम् अनुमिनुमः अस्य प्रश्नस्य समाधानं किम् इति समाधानम् एवं यत् अनुर्यत् समीपम् इति सूत्रे सति अनु इति अव्ययस्य समीपार्थे समासः विकल्पेन भवति लौकिकविग्रहवाक्यम् एवं भवति वृक्षस्य अनु इति महोदय सम्यक् अवगच्छत अनु इति अव्ययं समीपार्थे इष्यते अतः अनु इत्यस्य कर्मप्रवचनीयसंज्ञा न सिद्ध्यति अनु इत्यस्य कर्मप्रवचनीयसंज्ञा भवति लक्षणार्थे अनुर्लक्षणे इति सूत्रेण यदा अनु इति अव्ययं लक्षणं न द्योतयति तदा तस्य कर्मप्रवचनीयसंज्ञा न भवति तर्हि अनु इत्यस्य योगे तु द्वितीया अपि न सिद्ध्यति तर्हि अनु इत्यस्य योगे का विभक्तिः इति पृष्टे षष्ठी एव स्वीकरणीया भवति यतोहि षष्ठी शेषे इति सूत्रस्य विधानसमर्थ्यात् शेषार्थे षष्ठी भवति इति अतः समासस्य लौकिकविग्रहं तु वृक्षस्य अनु इति भवति आहत्य वृक्षस्य अनु इति विग्रहे सति अनुवृक्षम् इति समासः सिद्ध्यति अवगतं महोदय विनय महोदय पठतु पठतु तत्र अस्ति षष्ठी शेषे अहं केवलं पठामः पुष्पमाता पुस्तके अष्टाध्यायी तत्र षष्ठीशेषे कोऽपि विस्तार When you use it is when you understand. Because just then looking at the sutra, you're not going to understand. No. The Shabda Karma Vachaniya is, Brahma. You see, that's what she explains. Na? You are only getting that Karma Pravachaniya Sanya. Only when you have the Dvitiya. Karma Pravachaniya Dvitiya. अस्ति चेत् एव यु आर् गोण् टु गेट् इट् ओके ट्रू दट्स् ट्रू सम्यक् अवगच्छम् अस्तु कुत्र पठामः सारांशः कः भगिनी सारांशः तु एकनिमिषः कुत्र अस्ति हा अत्र प्रश्नः उदेति समय इति पदस्य किमर्थं प्रयोगं कृतम् इति अत्र एतद् व्याख्याने नास्ति अत्र एतद् प्रश्नस्य समाधानं नास्ति वि केन् अनुमिनुमः इति वदनेन वि केन् नाट् वाट् इस् द वर्ड् फार् इट् अनुमानं कर्तुं शक्यते अनुमानं कर्तुं शक्यते वयं पठनेन अनुमानं कर्तुं शक्यते समाधानम् एतत् अस्ति अनुर्यत् समीपम् इति सूत्रे अत्र वृक्षस्य अनु इति लौकिकविग्रहवाक्यं वृक्षस्य अनु सृष्टि एव अस्ति वृक्षस्य अनुवृक्षम् कर्मप्रवचनीयसंज्ञा न भवति अत्र कर्मप्रवचनीयसंज्ञा अस्ति चेत् द्वितीयविभक्ति आगच्छति वृक्षम् अनु अभिनय महोदय वृक्षम् अनु हा तद् कर्मप्रवचनीयसंज्ञा अस्ति चेत् एव द्वितीयाविभक्ति आगच्छति वृक्षस्य अनु षष्टिविभक्ति सर्वे पुष्पा भगिनी प्रश्नः अस्ति सूत्रमस्ति अनुर्यत् समय किम् अनुर्यत् समय तस्य स्थाने अनुर्यत् सामीप्यम् इति न दत्तमस्ति पाणिनिना तदेव प्रश्न तदेव प्रश्नं इत्यस्य कर्म या अनुर्लक्षणे तदेव तत् सूत्रेण एव कर्म प्रवचनीया संज्ञा भवति अनुर्यत् समीपं अनुर्यत् समय तत्र वृक्षम् अनु अनुवृक्षम् अत्र न आगच्छति वृक्षम् अनु एव वृक्षं समय वृक्षं समीपम् एव भवति अत्र अनुवृक्षं न आगच्छति तत्र समासः न आगच्छति you all said it comes it is not does not come anu vidyut tad na agachati anu vriksham anu vayam kevalam vadama yadi vriksham prati ha lakshane ha अत्र अहं न जानामि यद् वृक्षम् अनु शुद्धः अस्ति वा न अस्ति परन्तु यदि अनुशब्दः प्रति पर्यायवाचि शब्दः अस्ति तर्हि वृक्षम् अनु शुद्धः अस्ति परन्तु लक्षणेन सम्बन्धे अत्र कोऽपि सम्बन्धः समीपसम्बन्धे वृक्षस्य अनु समीपसम्बन्धे अनुवृक्षम् आगच्छति वृक्षस्य अनु वृक्षकि ओर् देट् इस् देट् मीन् मेक् सेन्स् बट् वृक्षम् अनु अन्लेस् वृक्षं प्रति अहं ऐ केन् अण्डर्स्टाण्ड् बट् वृक्षम् अनु वट् डस् देट् मीन् सेपरेट् वृक्षम् अनु कर्मप्रवचनीय विद्युत् विद्युत् विल् कम् नियर् द वृक्ष ओन्लि or it is visible only when vidyut is there basically that's what it is saying, in that condition you can only use ditiya vibhakti right okay got it atra samaya samipam kim asti iti prashtam atra samasah agacchati भगिनी अग्रिमपदच्छेदमपि पठतु तत् स्पष्टं भवति समासः विकल्पेन भवति इत्यतः यदि समासस्य विग्रहः वृक्षस्य समीपम् इति अस्ति तर्हि का गतिः समीपम् इति पदस्य योगे तु षष्ट्यन्तं सिद्ध्यति इति जानीमः सम्यक् वृक्षस्य समीपम् इति लौकिकविग्रहे सति उपवृक्षम् अथवा अनुवृक्षम् इति समासद्वयं सम्भवति उपवृक्षं वदा न तत् सम्यक् अस्ति परन्तु उपवृक्षं दीर्घसूत्रेण भवति अनुवृक्षम् अनुयत् समया इति सूत्रेण भवति तर्हि अनुवृक्षमेव अत्र समासः तत्र परिच्छेदे दत्तमस्ति तर्हि वृक्षस्य समीपम् इति विग्रहे सति उपवृक्षम् अथवा अनुवृक्षम् उभयता समासः भवति समीपे अनयोः भेदः कः इति चेत् उपवृक्षम् इति नित्यसमासः अस्ति परन्तु अनुवृक्षम् इति समासः विकल्पेन भवति विकल्पेन कथं भवति तर्हि विकल्पं साधयितुम् एव पाणिनिना अनुर्यत्समया इति सूत्रं कृतं तर्हि अनुर्यत्समया इति सूत्रे समीपम् इति उच्यते चेत् अपि समासविकल्पं सिद्ध्यति तर्हि इदानीम् अपि प्रश्नः अस्ति यत् किमर्थं समया इति प्रकृतसूत्रे उक्तम् अग्रिमं प्रकृतसूत्रे समया इति उक्तं यतोहि वृक्षं समया इति विग्रहवाक्ये सत्यपि अनुवृक्षम् इति समासः जायते एव कथं जानीमः इति चेत् तस्य प्रमाणं किम् इति चेत् द्वीपादनसमुद्रं यङ् इति सूत्रमेव तस्य प्रमाणम् अस्य सूत्रस्य व्याख्यानेषु दृश्यते यत् समुद्रं समया इति विग्रहे सत्यपि अनुसमुद्रम् इति समासः जायते अनुर्यत्समया इति सूत्रेण यदि अस्माकं प्रकृतसूत्रम् अनुर्यत् समीपम् इति अस्ति तर्हि समुद्रं समया इति विग्रहे सति समासः न जायते यथा अस्माभिः दीर्घसूत्रेण अवगतं दीर्घसूत्रेण न कर्तुं शक्नुमः विकल्पेन या नित्यसूत्रं न कर्तुं शक्नुमः एवं सति अस्माकं प्रकृतसूत्रे अपि तथा एव स्यात् अस्तु अर्थात् समुद्रं समया इति विग्रहे सति अनुसमुद्रम् इति समासः न स्यात् समुद्र समीपे समीपं तद् आगच्छति अनुसमुद्रं परन्तु अस्माकं प्रकृतसूत्रं तु अनुर्यत्समया इति अस्ति तदेव ज्ञापकं यत् समुद्रं समया इति विग्रहे सत्यपि अनुसमुद्रम् इति समासः जायते एव तत्तु एतद् सूत्रेण अनु अनुसमुद्रम् अनुर्यत्समय इति सूत्रेण एव अनुसमुद्रम् आगच्छति, दीर्घसूत्रेण न आगच्छति, दीर्घसूत्रेण न आगच्छति. मया अवगमनम् अस्ति यतोहि दीर्घसूत्रे अथवा अनुर्यत्समय इति द्वयोः सूत्रयोः बलेन सामीप्यार्थं द्योतयति. एकमस्ति उप अव्ययम् एक दीर्घसूत्रेण, अनु इति व्यस्तप्रयोगार्थम् अनुर्यत्समय इति द्वितीयं सूत्रमस्ति. किन्तु अनुर्यत्समय इति सूत्रे सति किम् अनुर्यत्समीपं समीपात् इति न उपयुक्तम् इति चेत् इति द्वीपानन्दसमुद्रं यान्य इति सूत्रस्य व्याख्याने तस्य व्याख्याने पतञ्जलिमहर्षिणा तस्य विवरणं दत्तमस्ति. किं समीपं नास्ति, किं कारणेन समय इति एव अनु इति युक्ते सूत्रं भवति. सूत्रं किं अनु समय इति उपयुक्त पाणिनिना उपयुक्तं कृतम् इति पतञ्जलिमहर्षि अस्य व्याख्याने अस्य सूत्रस्य व्याख्याने दीपादानुसमुद्रं यञ् इति सूत्रस्य व्याख्याने दत्तमस्ति. तद् विषयं विवरणं न दत्तमस्ति, तत् व्याख्यानं न दत्तमस्ति तत्र. न व्याख्यानं विवरणम् अपि न कृतवती. तद् त्यजतु त्यजतु इति वद भगिनी. तर्हि एतद् परे पठामि वा? तर्हि किं ज्ञायते अनुर्यत्समय इति सूत्रेण अनुसमुद्रम् इति समासः विकल्पेन भवति यदा विग्रहवाक्यम् एतेषु किञ्चित् अस्ति. समुद्रस्य अनु समुद्रस्य समीपम् अथवा समुद्रं मया समय समय समय इति वदनेन द्वितीयविभक्ति उपयुक्तम्. एतेषु त्रिषु विग्रहेषु अन्यतमः चेत् अनु इत्यस्य समासः भवति समुद्रम् इति सुवन्तेन. समय इति शब्दस्य योगे तु द्वितीया एव लभ्यते. अभितः परितः समया निकषा हा प्रतियोगे अपि इति पार्थिकेन. अतः समुद्रं समय इति विग्रहवाक्ये समुद्रम् इति द्वितीयान्तं पदं दृश्यते समय इति पदस्य योगे. अवगतं महोदय? पदं दृश्यते समय इति पदस्य योगे समय इति उपयुक्तं करोति चेत् समय उपयुक्तं करोति चेत् द्वितीयविभक्ति एव. अनुर्यत्समय इति सूत्रे समय इति उक्तत्वात् समुद्रं समय इति विग्रहे अपि अनुसमुद्रम् इति समासः ज्ञायते यतोहि समासः विकल्पेन भवति. तर्हि व्यस्तप्रयोगे अस्माकं वाक्यम् एतेषु अन्यतमवाक्यं भवितुम् अर्हति. समुद्रस्य अनु समुद्रस्य समीपं समुद्रं समय इति. सम्यक्, धन्यवादः. समुद्रं समय वयं द्वितीयव्यक्ति एव समय जानीमः, परन्तु समुद्रं समय यथा वयं वदामः ग्रामं समय ग्रामं समय सम्यक् अस्ति, तर्हि एव समुद्रं समय अपि सम्यक् अस्ति. परन्तु समुद्रस्य समय क्लेशः समुद्रस्य परन्तु यदि वयं ट्रान्स्लेशन् कुर्मः समुद्रस्य समय यदि समयशब्दः समीपमस्ति निकषा अस्ति. समीपम् उपयुक्तं शक्नुमः. न समयः न समीप न तत्र. परन्तु यदि समुद्रस्य समय समुद्र के पास यदि परन्तु तत् समयः न उपयुक्तं न कर्तुं शक्नुमः. महोदय अहं वदामि तर्हि समुद्रं समय पर्याप्तमस्ति. प्लीज् गो समया इति शब्दस्य अव्ययस्य द्वितीया एव भवति इति वार्तिकेन एव निर्दिष्टं क्रियते. अभितः परितः समया निकषाः प्रतियोगे अपि इति वार्तिकेन द्वितीया विभक्ति विधीयते. तत्कारणेन एव समुद्रं समया इति भवति. अन्यद् अवस्थायां समुद्रस्य अनु समुद्रस्य समीपं तत्र एव षष्टि एव भवति. अनुसमुद्रम् इति वदन् वक्तुं शक्नुमः. अनुवत् तत्र तु अनुवनम् अनुसमुद्रम् इति व्यस्तप्रयोगम् अपि भवितुम् अर्हति. विभाषा इति वर्षस्य अनु किन्तु अनुवृक्षं भवति समास समस्तपदम्. उषा भगिनी अग्रिमं प्रतिच्छेदं द्वयम् अव्ययं विभक्तिसमीपसमृद्धिविरुद्धि अर्थाभाव अत्यय असम्प्रति शब्दप्रातुर्भाव पश्चात् यथा आनुपूर्व्ययौगपद्यसादृश्यसम्पत्तिसाकल्यान्तवचनेषु इति सूत्रे समीपम् इति उक्तं. तर्हि समया इति पदस्य समासः भवति वा एतेन सूत्रेण? न भवति इति अस्माभिः चर्चितं पूर्वं. समया निकषा आराद् इत्यादीनि यद्यपि समीपातक अव्ययानि सन्ति तदापि अव्ययीभावसमासः न भवति. यतोहि समया निकषा इत्यनयोः शब्दयोः योगे तु सामान्यतया द्वितीया विभक्तिः भवति. अपि च आरात् इति शब्दस्य योगे तु पञ्चमी विभक्तिः भवति. अन्य आरात् इतरर्थे दिक्शब्द अञ्चु उत्तरपदाजाकियुक्ते इत्यनेन. अतः द्वितीया विभक्तेः पञ्चमीविभक्तेः च विधानसामर्थ्यात् समयाग्रामं निकषालङ्काम् आराद् मनात् इत्यादिषु उदाहरणेषु अव्ययीभावसमासः न भवति. अव्ययं विभक्तिसमीपसमृद्धिविरुद्धि अर्थाभावाति असं प्रति शब्दप्रातुर्भावपश्चात् यथा आनुपूर्वयौगपद्यसादृश्यसम्पत्तिसाकल्यान्तवचनेषु इति सूत्रेण समीपार्थे केवलम् उप इति अव्ययस्य एव अव्ययीभावसमासः सम्भवति दीर्घसूत्रेण अन्येषाम् अव्ययानां न. दीर्घसूत्रेण समीपार्थे उप इति एव अव्ययं भवति. न समया निकषा इत्यनयोः शब्दयोः अव्ययपदानि उपयुक्तुं न शक्नोति. अन्य अन्य आरात् इतरर्थे दिक्शब्द अञ्चु उत्तरपदाजाहियुक्ते इत्यनेन आरात् इति शब्दस्य योगे पञ्चमी विभक्तिः भवति. समया निकषा शब्दयोः योगे द्वितीया विभक्तिः भवति. तत्कारणात् दीर्घसूत्रेण उप इति अव्ययेन नित्यसमासः एव भवति, न तु अन्यशब्देन. यथा वनस्य समीपम् अनुवनं वनस्य अनु वनस्य समीपं वनं समय अनुवनम् अशनिः गतः वनस्य समीपम् इत्यर्थः समया इत्यस्य सामीप्यम् इति अर्थः तस्य बोधः जायते अनु इति शब्दद्वारा ओके वनस्य समीपम् इति चेत् अनुवनम् इति शक्नुमः वनस्य अनु इति वनस्य अनु वनस्य समीपं वनं समया इत्येव अर्थः सन्ति अनुवनम् अशनिः गतः इत्यस्य वनस्य समीपम् इत्यर्थः अनुवनम् अशनिः गतः थण्डर् बोल्ट् ओके समया इत्यस्य समीपम् इत्यर्थः ओके अलौकिकविग्रहवाक्यं वनयोगः ङस् योगः अनु षष्टिविभक्ति अस्मिन् विग्रहे वन इति शब्दस्य षष्टिविभक्तिः कथम् इति प्रश्ने सति तस्य उत्तरं यत् अत्र विशिष्टविभक्तिविधानार्थं सूत्रं नास्ति ओके ओ यत् अत्र विशिष्टविभक्तिविधानार्थं सूत्रं नास्ति अतः षष्टिशेषे इति सूत्रेण षष्टिविभक्तिविधानम् ओके समयाशब्दद्वारा द्योत्यः अर्थः सामीप्ये इति तस्य बोधः भवति अनु इति शब्दद्वारा यतोहि अनु इति अव्ययं सामीप्यार्थे अस्ति सामीप्यस्य लक्षकः वनम् अस्ति तात्पर्यं यत् अनु इत्यनेन वनम् एव लक्षितः अस्ति यत् अनु इत्यनेन वनमेव लक्षितः अस्ति वननिरूपितं सामीप्यम् अनु इति शब्दद्वारा वननिरूपितं सामीप्यम् अनु इति शब्दद्वारा ज्ञायते ओके अतः तादृशलक्षणेन वनशब्देन सह अनु इति शब्दः समस्यते अनुर्यत्समया इति सूत्रेण अव्ययीभावसमासः विकल्पेन भवति This is like the exactly what Mahodaya discussed in the beginning. Agrimaparichadam. Ida prakriya asti. Purna prakriya purna patatu bhagini. Okay. Anu vana yoga. Did I see the other one? Anu iti. Anu. अनु इति अव्ययस्य उपसर्जनसंज्ञा भूत्वा तस्य पूर्वनिपातः भवति अनुवन इति प्रातिपदिकस्य अव्ययसंज्ञा अस्ति अधुना सुप् प्रत्ययस्य उत्पत्तिः अव्ययात् आप्सुपः इति सूत्रेण प्राप्यमानः सुब् लुक् न अव्ययीभावात् अतोम्त्वपञ्चम्याः इति सूत्रेण निषिध्यते न अव्ययीभावात् अतोम्त्वपञ्चम्याः इति सूत्रेण अदन्त अव्ययीभावात् अङ्गात् परे सुप्रत्ययस्य लुक् न भवति अपि तु विभक्तेः स्थाने अम् आदेशः विधीयते परन्तु पञ्चमीविभक्तिं विहाय पञ्चमीविभक्तौ अम् आदेशः न भवति तत्र यथा सामान्यं सुप्रक्रिया भूत्वा रूपं भवति अनुवनात् अपरासु विभक्तिषु सुप् लुक् न भवति अपि तु सुपः स्थाने अम् आदेशः भवति अनुवनयोगः अम् अत्र अमि पूर्वः इत्यनेन अक्वर्णात् अम् सम्बन्धीनि अचिपरे पूर्वपरयोः स्थाने एकः पूर्वरूप आदेशः स्यात् पञ्चमी विभक्तिं विहाय अपरासु विभक्तिषु अनुवनम् इति रूपं सिद्धं भवति तृतीया सप्तम्योर्बहुलम् इति सूत्रेण अदन्त अव्ययीभावात् परे तृतीया सप्तम्योः च स्थाने बहुलम् अम् आदेशः भवति अनेन तृतीया विभक्तौ अपि च सप्तमी विभक्तौ रूपद्वयं सम्भवति अनुवनम् अनुवनेन अनुवनम् अनुवने अन्यासु विभक्तिषु अनुवनम् इति रूपं सिद्धं भवति समासापक्षे वाक्यं भवति वनस्य अनु इति अथवा वनस्य समीपम् इति तत्र कोऽपि नूतन प्रक्रिया नास्ति नास्ति केवलम् षष्टिशेषे इति सूत्रस्य प्रसक्तिः अस्ति. षष्टिः किं षष्टिविधानं किं भवति इति कारणं तत् वनयोगः ङस् योग अनु. तत्र ङस् इति किम् आयाति इति कृत्वा षष्टि सामान्यसूत्रं षष्टिशेषे इति स्वीकरणीयं तदेव तत्र पृथक् अस्ति. अन्यथा सर्व सर्वाणि प्रक्रियाणि समानानि सम्यक्. अत्र प्रतिष्ठत्वप्रवृत्तीनि च इति अग्रिमवर्गे चर्चयिष्यामः. अत्र समयः जातः इति कृत्वा स्थगयामः. महोदय, यस्य छायामः अपि कृतं, यस्य छायामः गतवर्गे चर्चितवन्तः. अहं न आगच्छत् भवती न आगतवती. यदि तिष्ठद्गुप्रवृत्तीनि अग्रिमवर्गे चर्चयिष्यामः. अत्र समयः जातः इति कृत्वा स्थगयामः. धन्यवादः महोदय. अस्तु, अत्र धन्यवादः. नमस्कारः. नमस्कारः महोदय. नमस्कारः. नमस्कारः. नमस्कारः. नमस्कारः. हौ इस् श्रीराम महोदय मदर् नौ?